पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 25। शौनक उवाच, श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनं सर्वपापक्षयकरं दुष्टग्रहनिवारणं विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम् यशृणोति नरो भक्त्या चान्दे यादिहरेर्गृहम् नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतं यदुच्चारणमात्रेण नरो यायात् परं पदं तद्वदस्वाधुनासूदविधानं नामकीर्तने। सूद उवाच, शृणुशौनक वक्ष्यामि संवादं मोक्षसाधनम्। नारदः पृष्टवान् पूर्वं कुमारं तद्वदामि ते, एकदा यमुनातीरे निविष्टं शान्तमानसं सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि। श्रुत्वा नानाविधान् धर्मान् धर्मव्यधिकरांस्तथा श्रीनारद उवाच, योऽसौ भगवदा प्रोक्तो धर्मव्यधिकरो नृणां कथं तस्य विनाशस्यादुच्यतां भगवत्प्रिया। श्रीसनत्कुमार उवाच, शृणु नारद गोविन्दप्रियगोविन्दधर्मविद, यत्पृष्ठं लोकनिर्मुक्तिकारणं तमसः परं सर्वाचारविवर्जिता षढधियो भ्रात्या जगद्वञ्चकाः दम्भाहं कृति पानपैशुनपराः पापाश्च ये निष्ठुराः, ये चान्ये धनदारपुत्रनिरदा सर्वे धमास्तेभिः श्रीगोविन्दपदारविन्दशरणा शुद्धा भवन्ति द्विज। तमपि देवकरं करुणाकरस्तविरजङ्गममुक्तिकरं परम् अधिचरन्त्यपराधपरा जनाय इह तान्युपदि ध्रुवनामहि। सर्वापराधकृदपि मुच्यते हरिसंश्रयः, हरेरप्यपराधान्यकुर्याद्विपदपांसनः। नामाश्रय कदाचित् स्यात्तरत्येव स नामदः, नाम्नो हि सर्वसुहृदो ह्यपराधात्पदत्यतः। श्रीनारद उवाच, के दे पराधा विप्रेन्द्र नाम्नो भगवदकृदाः, विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च। श्रीसनत्कुमार उवाच, सदा निन्दा नाम्न परममपराधं विदनुदे, यदख्यादिं यान्तं कथमु सहदे तद्विगर्हां। शुभस्य श्रीविष्णोर्य इह गुणनामादिसकलं धियाभिन्नं पश्येत् स खलु हरिनामाहितकरः। गुरोरवज्ञाश्रुति शास्त्रनिन्दनं तदार्थवादो हरिनाम्नि कल्पनं, नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः। धर्मव्रतत्यागसुदादिसर्वशुभक्रिया साम्यमपि प्रमादः, अश्रद्धधानो विमुखोऽप्यशृण्वन् यश्चोपदेशशिवनामापराधः। श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितो धमः, अहं ममादिपरमो नाम्नि सोऽप्यपराधकृत एवं नारदशङ्करेण कृपया मह्यं मुनीनां परं प्रोक्तं नाम सुखावहं भगवदो वर्ज्यं सदा यत्नदः ये ज्ञात्वापि न वर्जयन्ति सहसा नाम्नोऽपराधान्दश क्रुद्धा मादरमप्यभोजनपरा खिद्यन्ति ते बालवद अपराधविमुक्तो हि नाम्नि जप्तं सदाचर नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यदः श्रीनारद उवाच सनत्कुमारप्रियसाहसानां विवेकवैराग्यविवर्जितानां देहप्रियार्थात्मपरायणानां मुक्तापराधा प्रभवन्ति न कदम् श्रीसनत्कुमार उवाच चादे नामापराधे दुःप्रमादे दु कथञ्चन सदा सङ्कीर्तयन्नाम सदेकशरणो भवेद् नामापराधयुक्तानां नामान्येव हरं त्यखम् अविश्रान्तिप्रयुक्तानि तान्येवार्थकराणि यत् नामैकं यस्य चिह्नस्मरणपथगदं श्रोत्रमूलं गदं वा शुद्धं वा शुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यं तच्चेद्देहद्रविणजनितालोभ पाकण्ठमध्ये निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र इदं रहस्यं परमं पुरा नारदशङ्करात् श्रुतं सर्वाशुभहरमपराधनिवारकं विदुर्विष्णुभिधानं ये ह्यपराध परा नराः तेषामपि भवेन्मुक्तिपठनादेव नारद नाम्नो माहात्म्यमखिलं पुराणे परिगीयते तद पुराणमखिलं श्रोतुमर्हसि मानद पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रादरन्वहं तस्य साक्षात् प्रसन्नस्याचिवो विष्णुश्च सानुगः यस्नात्वा पुष्करे तीर्थे प्रयागे सिन्धुसङ्गमे तद्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः ये पठन्ति पुराणानि शृण्वन्ति च समाहिताः प्रत्यक्षरं लभन्त्येते कपिलादानजं फलम् अपुत्रो लभते पुत्रं धनार्थी लभते धनं विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयाद ये शृण्वन्ति पुराणानि कोटिजन्मार्जितं खलु पापजालं तु ते हत्वा गच्छन्ति हरिमन्दिरम् पुराणवाचकं विप्रं पूजयेद्भक्तिभावदः भो भूहिरन्यवस्त्रैश्च गन्धपुष्पादिभिर्मुने कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्विदः कर्णकुण्डलकं चैव मुद्रिकां स्वर्णनिर्मिताम् आसनं तु तदा दद्यात् पुष्पमाल्यं तपोधन वित्तशाढ्यं न कुर्वीद दानं हीनफलं यदः पुराणं वाजयेद्विप्र सर्वकामार्थसिद्धये सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चन्दनं दद्याद्यो पुस्तकं भक्त्या स गच्छेद्धरिमन्दिरं कुर्वन्ति विधिनानेन सम्पूर्णं पुस्तकं च ये तेषां नामानि लिम्पेद चित्रगुप्तोऽर्चनाद्विज इति श्रीपद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे पञ्चविंशतितमोऽध्यायः ॐ